अस्तु, तर्हि अधुना करपत्रं किम् अस्ति अस्माकं अर्धधातुकप्रकरणे तव्यतुमुन् पृच् इति प्रत्यानविषये अस्माकं चर्चा जायमाना अस्ति. तर्हि अर्धधातुकप्रक्रिया यत्र वर्तते तत्र पञ्च उपाङ्गानि इति गते सप्ताहे ततः आरभ्य पुनः एकवारं पश्यामः, ततः तत्र पश्यामः. तत्र तदेव नूतनविषयः अस्ति इति मन्ये खलु? अस्तु, पञ्चोपाङ्गानि यदा आर्धधातुकप्रत्यय धातुभ्य विधीयते तदा अङ्गकार्यात् प्राक् पञ्च उपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति. इमानि पञ्चोपाङ्गानि सन्ति. प्रथमं प्रत्ययादेश, द्वितीय धात्वादेश, तृतीय यडागम, चतुर्थ अतिदेश, पञ्चमं द्वितीयम् अभ्यासकार्यं च. प्रवर्तमानपाठे तृच् तुमुन् तव्यत् इत्येते त्रयः अपि आर्धधातुकसंज्ञकाः, अतः उपयुक्तानि पञ्चोपाङ्गानि चिन्तनीयानि. एषु त्रिषु प्रत्ययादेशो न भवति न वा द्वितीयम् अभ्यासकार्यम्. अतः अवशिष्यति त्रीणि उपाङ्गानि, धात्वादेश, इडागम, अतिदेश च. इदानीम् आर्धधातुकप्रक्रिया प्रचलन् अस्ति. तुमुन् तृच् तव्यत् इति त्रयः प्रत्ययाः सन्ति तेषां प्रति. इदानीं वयं जानीमः तृच् तुमुन् तव्यत् इति त्रयः आर्धधातुकप्रत्ययाः सन्ति. कारणकी षित् नास्ति, तिङ् नास्ति, तिंशित् भिन्न इति शेष आर्धधातुक इति सूत्रेण आर्धधातुकप्रत्ययाः ते सन्ति. अपि यदि आर्धजा प्रक्रिया अस्ति तत्र क्रियापदं प्रातिपदिकं निर्माणकृते या क्रिया भवति समाना भवति, तयोः को भेदः नास्ति. तस्य प्रक्रियायां पञ्च उपाङ्गानि सन्ति. एकमस्ति प्रत्यादेश, द्वितीय भवति धात्वादेश, इडागम, अतिदेश, द्वितीयम् आर्धधातुक प्रक्रियायां प्रत्यादेश अस्माकं कृते तृच् तुमुन् तव्यत् इति त्रय प्रत्याः सन्ति. तेषां कृते प्रत्यादेशद्वित अभ्यासकार्यं न भवति, केवलं धात्वादेश, इडागम, अतिदेश इति भवति. वयं जानीमः इडागम कारणकी तृच् तुमुन् तव्यत् इति झलि अस्ति, तकार अस्ति, वलि अपि अस्ति. वलि भूत्वा तेषां आर्धधातुक वलि आर्धधातुक प्रत्यय अनेन इडागम प्रत्ययस्य इडागमं भवति. किन्तु तस्य अन्यनिमित्तम् अस्ति धातुः अपि सेत् भवेत्. यदि धातुः सेत् प्रत्यय अपि इडागम अनुकूलम् अस्ति, तत्र एव इडागमः भवति. इति अस्माकं पाठं वयं बहुकालान्तरं कृतवान् कुर्वन् सन्ति. तस्य अन्यत् वेट् सेत् इति आवली धातूनाम् इति इदानीं तस्य प्रयोगः भवति. अतिदेश अपि करणीयं, धात्वादेश करणीयम्. इदानीम् अग्रे धात्वादेश आगच्छति. अहं पठामि, अन्य कोऽपि पठति? भवती एव निर्णयं करोतु भगिनि. अस्तु अस्तु, तदेन विमला भगिनी भवती पठति धात्वादेश. आं भगिनि, श्रूयते किल? आमां. धात्वादेशः अस् धातुः, अस्तेर्भूः, भविता, भवितुं, भवितव्यमिति त्रच् तुमुन् तव्यत् प्रत्ययानां रूपः अस्ति. अस्तेर्भूः आर्धधातुकविवक्षायां अस् धातोः स्थाने भू आदेशो भवति. अनेकाश्चित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य. अस्तेः षष्ट्यन्तं भूः प्रथमान्तं विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके. अत्र धात्वादेशप्रसङ्गे प्रथम उदाहरणम् अस् धातोः अस्ति. अत्र आर्धधातुकविवक्षायाम् अस् धातोः स्थाने भू आदेशो भवति. सामान्यतया यदा आदेशः भवति तत् अन्तिमवर्णे अपि वर्णे एव अस्ति, परन्तु अत्र अनेकाश्चित् सर्वस्य इत्यनेन भूः इति अनेका अक्षरा सन्ति, आदेशः अस् अस् अस् इति अस् इत्यत्र भूधातुः आदेशः भवति, अस्य तु ओरिजिनल् धातु, भूधातु आदेशेन प्रत्ययस्य अनन्तरं भवति, प्रत्ययस्य विषये भवति, अस्ते षष्ट्यन्तं भू प्रथमान्तपदमिदं सूत्रम्, अस्तेः भूः आर्धधातुक इति, केवल आर्धधातुकवीक्षायां भू इति भवति, तत्पश्चात् इडनुकूल सर्वे दीर्घ ऊकान्तधातवः इडनुकूलाः इत्यनेन भू त्रच् भू भविता भू इता भविता भू इतुं भवितुं भू इतव्यं भू भू ईतव्यं भवितव्यमिति रूपं सिद्ध्यति. मया वक्तं न सर्वे भू दीर्घ ऊकारान्तधातवः सेठ भूधातु तेषां प्रतिनिधिरूपेण तस्य भू भविता इति रूपम् अस्तु. साधु, धन्यवादः भगिनि. अग्रे मणिमहोदय भवान् पठति. हा महोदय, वच् धातुः गुरुजातुः ब्रुवो वचि, वक्ता वक्तुं वक्तव्यं, ब्रुवो वचि ब्रुवो वचिरादेशः वचिरादेशो भवति आर्धधातुकविषये, इकारः उच्चारणार्थः, ब्रुवः षष्ठी एकवचनं, वचि प्रथम एकवचनं, द्विपदमिदं सूत्रम्, आर्धधातुके इत्यस्य अधिकारे, अनिवृत्तिसहितसूत्रं ब्रुव वचि आर्धधातुके. ब्रुवचिसूत्रं वदति अत्र धात्वादेशः ब्रूधातुषे वच् इति वचि इति आदेशः भवति, अतः धातु अस्ति बुरु नास्ति वच् एव अस्ति, अतः अत्र वचि ईकारः उच्चारणार्थं वच् इति एव धातु भवति. वच्योः त्रिच् त्रिच् इत्युक्ते अत्र ता इति भवति, वच् योः ता चोहोकुः इत्यनेन चकारस्य स्थाने ककार आदेशः, अनन्तरं वक् इति रूपं भवति, वक्योः ता वक्ता इति, तदेव वक्योः तुं वक्तुं वक्तव्यम् इति, वक्योः तव्यत् तव्यं वक्तव्यम् इति रूपं भवति. या बहु समीचीनं. वच् इति कस्याम् आल्याम् अस्ति? पच् वच् इडाहम् अपि भवति. चकारान्तधातव हलन्तः भवितुम् अर्हति कथम्? अनिट् वा अवल्याम् अस्ति न, सर्वे हलन्तदातव्यां ये सन्ति ते अनितः. वक्ता यदि वयम् उक्तवान् सो वकीता इति नास्ति, तदेव वचिता इति नास्ति. अस्तु, धन्यवादः. भवान् स्मृतवान् अन्ये चकारान्त अन्यत् आवल्यां के धातवः सन्ति? वदतु किं भगिनि? चकारान्त धातवः ये अन्यतः सन्ति तेषां पच् वच् रिच् सिच् मुच् रिच् विच् सिच् मुच् षड् साधु. ओके, अस्तु. अग्रे भव्या भगिनी भवती पठति वा केवलं शृणोति? अस्तु चक्षिङ् धातु इति अहं पठामि. चक्षिङ् ख्याञ्च् ख्याता ख्याता ख्यातुं ख्यातुं ख्यातव्यं ख्यातव्यं. चक्षिङ् धातु आर्धधातुकप्रत्यये परे ख्याञ्च् आदेश, किन्तु अत्र भाष्यकारो वदति यत् ख्यादि स्याम् आदेश इत्युक्तौ आदेश ख्या न अपि तु ख्या, तदा चत्व आदेशेन क्षा भवति अपि च पूर्वता सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति. छाच् शस्ययो वा वक्तव्य, अनेन छाच् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति. फलितार्थ अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ् धातोः स्थाने ख्याञ्च् छाच् इति द्वौ आदेशौ सिद्धौ, एकवारं ख्याञ्च् अपरस्मिन् पक्षे ख्याञ्च्. सूत्रमस्ति चक्षिङ् ख्याञ्च्, चक्षिङ् ख्याञ्च् आदेशः भवति आर्धधातुके. चक्षिङ् षष्ट्यन्तं ख्याञ्च् प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं चक्षिङ् ख्याञ्च् आर्धधातुके. अस्तु, चक्षिङ् इति धातुः अस्ति इति तस्य ख्याच् चक्षिङ् ख्याच् इति सूत्रम् अस्ति. अनेन किं भवति, चक्षिङ् धातु इति स्थाने भवति, तस्य स्थाने ख्याच् इति आदेशः भवति. किन्तु वार्तिकम् अस्ति, अनेन वार्तिकेन न केवलं ख्या इति भवति किन्तु क्षा भवति, ककार उत्तरवर्ती तालवीयषकार इति आदेश भवति. यदि खकार उत्तरवर्ती तालवीयषकार आदेश भवति तदानीं क्षा इति खरि अस्ति, अतः खरि च इति सूत्रेण षकारस्य प्रभावेन खकारस्य प्रथम वर्गीयव्यञ्जन आगच्छति. चा ककार भवति, ककार शकार आकार इति भवतु चा. किन्तु पूर्वता सिद्धम् इति वार्तिकं यत् अस्ति, अनेन न केवलं क्षा मिन्तालव्यशकार यस्य यो वा वक्तव्या मीन्स् विकल्पेन ख्या अपि भवेत्. तो अत्र न केवलं पाणिनिसूत्रेण केवलं ख्याच् इति आदेशः भवति, किन्तु वार्तिकेन ख्याच् इति ख्याच् अपि आदेशः भवति. तो ख्या यदि षकार आगच्छति तत्र चत्वं भूत्वा क्षा भवति, अतः विकल्पेन रूपं द्वयं भवति. एकम् अस्ति चक्षिङ् ख्या धातु भवति तस्य स्थाने ख्या योगता, पुनः ख्या इति आकारान्तधातुः अस्ति. वयं जानीमः आकारान्तधातवः सर्वे अन्यतः, अतः ख्याता ख्यातुं ख्यातव्यं भवति. यदि विकल्पेन क्षा इति षकार आगच्छति अपि चत्वं भूत्वा क्षा भवति, तत्र ख्याता ख्यातुं ख्यातव्यम् इति रूपं निष्पन्नं भवति इति अस्ति. सूत्रमस्ति चक्षिङ् ख्याश आदेशः भवति आर्धधातुकप्रत्यये परे इति. वयम् एते सर्वे आदेश ये धातु आदेश वयं कृतवन्तः, लिट् लकारे अपि यत्र ऋणिच् वयं कृतवन्तः, तत्र अपि वयं दृष्टवन्तः. अस्तु, अग्रे विमला भगिनी ध्येय धातु नो अजे धातु अज् धातु. अत्र अज् धातुः अजेर्व्यघयपोः अजेर्व्यघयपोः इति सूत्रम्. अज् वेता, तस्य रूपं सिद्ध्यति वेता, वेतुं वेतव्यमिति. अजेर्व्यघयपोः अजेर्धातोः वि इत्ययमादेशः स्यात् आर्धधातुकविषये घञ् च अप् च वर्जयित्वा. अजेः षष्ट्यन्तं वि प्रथमान्तं प्रथमान्तम् अघयपोः सप्तम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजेः वि आर्धधातुके अघयपोः इति. अत्र धातु अस्ति अज् परन्तु आदधातुके प्रत्यये परे तस्य वि इति आदेशः भवति अजेः षष्ठन्दमित्यादि आदधातुकविषये अज् धातोः घञ् अज् धातोः वि आदेशः भवति परन्तु यदि प्रत्ययः घञ् या अप् अस्ति तदा तत् न भवति तत्र आदेशः न भवति अत् अज् इत्येव तिष्ठति अनुवृत्तसेतुसूत्रम् अजेः वि घयपो एनेन कारणेन आर्धधातुकप्रत्यये परे अज् वि भवति वि इता अत्र इता आर्धधातुकप्रत्यये इति कृत्वा गुणं भूत्वा वेता इति भवति तथैव वेतुं वेतव्यम् इति अस्माकं चर्चा अभवत्. तत्र कश्चन प्रश्नः अपि पृष्ठं हेमा भगिन्या या लक्ष्मीभगिन्या यत् धातुः वेट् अस्ति वा सेट् अस्ति वा इति. यतोहि अत्र अष्टाध्याय्यामपि लुट् लकारे रूपद्वयमस्ति. एकमस्ति वेता वेतारो वेतारः परन्तु अजिता अजितारो अजितारः इत्यपि अस्ति लुट् लकारे. लुट् लकारः तकारा तास् खलु तकारादि अस्ति इति भूत्वा अत्र तव्यत्वं प्रत्ययस्य विषये अपि तथैव भवति वा न वा इति न जानामि. परन्तु अष्टाध्याय्यां रूपद्वयमस्ति अज् धातोः या इति हेमा भगिनी उक्तवती इति काशिका इति काशिकायाम् इति दत्तमस्ति. किन्तु महोदय उक्तवान् अजेव्यघ्याम् अपि यत् सूत्रं नित्यमिति विकल्पेन न सूचयति. अतः अत्र केवलम् एकं रूपमेव दर्शितम् अस्ति. किन्तु सः मातरम् अपि प्रक्षिष्यति अपि अन्वेषणं कृत्वा आगामिसप्ताहे अस्माकं बोधयति बोधिष्यति. धन्यवादः भगिनि. अपि यदि इदानीम् अज् भवती उक्तवती इति स्टेट् अस्ति किन्तु वि यदि आदेशः भवति तत् किम् अस्ति? धातोः यदा विवरणं दत्तमस्ति तद्वादि अस्ति परस्मैपदी सकर्मकः सेट् अपि च यदा कर्तरी लिट् लट् इति रूप लुट् इति रूपम् अत्र दत्तमस्ति अष्टाध्याय्यां तत्र कर्तरी लुट् लकारे अजिता या वेता इति रूपद्वयं अजिता इति एकं रूपं रूपद्वयं सेकेण्ड् प्रथम द्वितीयरूपमस्ति वेता इति. तथैव अजितार अजिता अजितारो अजितारः तथैव वेता वेतारो वेतारः इति अष्टाध्याय्यामस्ति. यदि धातु आदेश वि भवति तो वि इकारान्तधातु अजन्तधातु अस्ति. सर्वे दीर्घ इकारान्तधातव डीन् शीन् विहाय सर्वे अनिटः इति मम आशयः अस्ति वक्तव्यं. सो यदि वि भवति आदेश तत् अन्यत् अस्ति अतः वेता वेतुम् इदागमस्य चिन्तनं नास्ति अत्र. हा परन्तु यत्र अज् अस्ति अजिता तत्र किन्तु अज् इदानीं तु आदेश अभवत् साधु कल्पितवन्तः परन्तु अत्र रूपद्वयम् भगिनि अष्टाध्यायी तु तत्र किमपि सत्यं भवेत् किल खलु खलु अहं न जानामि परन्तु अष्टाध्यायं रूपद्वयमस्ति तदेव अहं वदामि. अस्तु अरुणा भगिनी स्वागतम् इदानीं भगिनि. नमस्कारः. भवती पठितुं शक्नोति धै धातुः एदन्तधातुः आदेश उपदेशे क्षिति इति सूत्रेण धै ज्ञाता ज्ञातुं ज्ञातव्यं सूत्रवृत्तम् अत्र दत्तम् आदेश उपदेश वशति. उपदेशे एजन्तधातोः अर्थं न तु क्षिति अनुवृत्ति पदार्थ एव येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलोन्तस्य इत्यनेन अन्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ षकार इत्यस्य स षित् न षित् अषित् तस्मिन् विषये अषित् अषिति नयि तत्पुरुषः आत् पदमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अषिति सप्तम्यन्तम् अनेकाधिपदम् अनेकपदमिदं सूत्रं लिटि धातोः अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशिति सूत्रं वयं पूर्वमपि पठितवन्तः आदेश उपदेशे अशिति उपदेश अवस्थायाम् एजन्त् धातु अस्ति चेत् आत्तं भवति अशिति अन्यचित् प्रत्ययः भिन्नप्रत्ययः अस्ति चेत् भवति भिन्नत्वे प्रत्ययः भवेत् वा न भवेत् इति वाक्यं द्वयं भवति साधु विधि अपि अस्ति निषेधः अपि अस्ति साधु निषेधः किम् अस्ति निषेधः प्रत्ययपदे न भवति आम् इति वक्तव्यं द्वयं वाक्यं यथा महोदय उक्तवान् वर्गे षित् भिन्नत्वे वा तत्र उपदेश अवस्थायाम् आदेशस्य एच् धातव आत्वं भवति किन्तु षित् प्रत्ययपरे आत्वं न भवति इति अस्तु अस्तु प्रत्यय वदतु भगिनि अत्र अजेर् व्यङ्गे अपोः इत्यस्मिन् अज् आदेशः विकल्पेन अत्र इति दत्तमस्ति खलु केन सूत्रेण विकल्पेन अज् आदेशः भवति इति नो इति हेमा भगिनी उक्तवती काशिकायाम् इति दत्तमस्ति वा इति भवति धातु रूपं द्वयम् अस्ति अजिता अपि वीता सा उक्तवती काशिकायाम् इति उक्तवती तु महोदय उक्तवान् स निवेशनं करिष्ये सः पश्यामि काशिकायां दृष्टवती वा इति अन्यसूत्रम् अस्ति यकारात् इति वा यौ इति अन्यसूत्रमस्ति इति महोदयस्य महोदय उक्तवान् महोदय अति नित्यम् अस्ति सूत्रस्य व्याख्या इति नित्यं प्रदर्शयति धातु इत्यस्मिन् मध्ये यथा भगिनी उक्तवती तथा रूपद्वयं प्रदर्शितं किन्तु अन्यत्र कुत्रचित् अपि तादृशं न दत्तमस्ति सूत्रेषु वार्तिकेषु वा अस्तु भगिनि धन्यवादः अस्तु अहम् अन्वेषणं न कृतवती किन्तु अस्तु अरुणा भगिनी प्रक्रिया वदतु जै धातुः एजन्तधातुः अस्ति तव्यप्रत्यय भवेत् प्रथमं जै प्रत्ययः आकारान्त आदेशः भवति द्या भवति द्यायोगः किमस्ति ध्याता यदि प्रत्ययः किमस्ति तत्र तृच् प्रत्यय तृच् ध्यातृ प्रथम ध्याता इति किं रूपम् अस्ति ध्याता इति अस्ति सुबन्तं रूपम् अस्ति ध्याता ध्याता स पुल्लिङ्गे पुंलिङ्गे एकवचनं ज्ञाता भवति एव ज्ञातुं ज्ञातव्यं रूपं भवति अत्र एडागमनं भवति वा धातु आकारान्तस्य कृत्वा इडागमनं भवति साधु अग्रे अपि सर्वे रूपाणि वदतु किं ग्लै धातु ग्लै धातु तृच् ग्लै ग्ला भवति अपवादेश उपदेशशक्ति सूत्रेण ग्लायोगः तृच् ग्लातृ प्रथम एकवचनं ग्लाता ग्लाता यभक्तुं ग्लातुं ग्लाता यभतव्यं ग्लातव्यम् इदागमनं न भवति यत्र तुं ग्लातव्यम् अस्ति तत्र त्रीणि रूपाणि न भवति वा किं भगिनि यत्र तुमन् वा तव्य प्रत्यय योजयामः तत्र रूपाणि एकमेव रूपम् एकमेव भवति वा यथा ग्लाता ग्लात्री ग्लातृ इति भवति तथैव भवितुं शक्नोति वा न तुमन् एकमेव भगिनि अव्ययम् इति न तुमन् तव्यत् इति अव्ययम् अस्ति अतः तेषां रूपम् एकमेव भवति न पुस्तकलिङ्गे अस्तु क्षम्यतां भगिनि तुमन् अन्यप्रत्ययः कः तव्यम् अस्ति इति इति अपि तव्यम् इति प्रत्ययः वा गन्तव्यः पुल्लिङ्गे त्रिषु लिङ्गेषु भवति खलु तव्यत् अन्यर् प्रत्ययौ विशेषणरूपेण ग्रामः गन्तव्यः गन्तव्य साधु साधु केवलं तुम्मन् इति के वयं दृष्टम् इति प्रत्यय अव्यय भवति सूत्रम् अस्ति वयं पूर्वं पठितवन्तः कृण्वेदन्तः इति सूत्रेण आमाम् अस्तु धन्यवादः धन्यवादः भगिनि अहं धन्यवादः अग्रे मणि महोदय ब्रज् ब्रज् धातुः ब्रजोरोपतयोः रमणितश्रां ब्रज् बर्ष्टा ब्रज्टा सूत्रं पठामि ब्रजोरोपतयोः रमण्यतरश्यां ब्रजो धातोः रेपस्य उपधावर्णस्य च स्थाने विकल्पेन रम् आदेश रम् आगमो भवति आर्धधातुकप्रत्यये परे कौमुदिकारः प्रतिपादयति यदत्र स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति एकस्मिन् सूत्रे उभे कार्ये नाम रेपस्य बुधवर्णस्य च स्थाने भवति स्थाने स्थानषष्ठिनिर्देश निर्देशात् उपधयोः निवृत्तिः अपि च रम् इति आगमः अस्ति मिथ्वात् अन्यत् यादच्छः परः रम् इत्यस्मिन् अकारः उच्चारणार्थः रश्च उपधाश्च तयोरितरेतरद्वन्द्वः रोपदे तयोः रोपदयोः ब्रजः षष्ट्यन्तं रोपदयोः षष्ट्यन्तं रमश्च प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदं सूत्रम् आददातुके इत्यस्य अधिकारः अनिवृत्तिसेतसूत्रं ब्रजो रोपदयोः रम् अन्यतरस्याम् आददातुके सूत्रं वदति ब्रजो धातोः स्थाने रेपयोः उपधावर्णस्य इत्युक्ते ब्रज् इत्यस्य रेपः अस्ति महोदय क्षम्यतां तत्र सकारः अस्ति भ्र अपि ज तेषां मध्ये तयोः मध्ये सकारः अस्ति यत् उच्चारणे भ्रस्ज इति वक्तव्यं न भ्रज न भ्रस्ज ब्रज् भ्रस्ज ब्रज् इति एव अहम् उक्तवान् सम्यक् नास्ति वा ब्रज् सकारः न श्रूयते आं जकारः अस्ति अस्ति न भवत्याः क्षम्यताम् अहम् उक्तवती सम्यक् अस्ति धन्यवादः धन्यवादः ब्रज् इति अस्ति धातु अत्र रेप प्लस् उपधा उपधावन अत्र सकारः अस्ति अत्र रेप सकारः द्वयमपि निवृत्तिः भवति अतः अत्र रमादेशः इति अम्मादेशः इति अन्यतरस्यां रम् आदेशः इति भवति अत्र रेपसकारस्य निवृत्तिस्य अनन्तरं बर्ज् एव अस्ति अत्र रेपः रम् आदेशः अत्र बर्ज् मकारः हलन्त्यं तेन लोपो भवति र एव अस्ति बर्ज् इति रूपं भवति अतः बर्ज् योः ता ब्रज् बर्ज् वृश्च ब्रज सृज मृज ज राज सः इति सूत्रेण अत्र जकारस्य शकारः भवति मूर्धन्यशकारः अनन्तरं सुनासुः इति तकारस्य ता भवति अतः बर्षा इति रूपं भवति रमः नास्ति चेत् अत्र ब्रज् चहोगुः सम्यवन्तस्य च इति सूत्रेण पूर्व सकारः लोपो भवति सम्योस्य भवान् पठतु इति प्रक्रिया तदभावे तदभावे ब्रज् योः तव्यत् स्कोः सम्यवन्त च इत्यनेन संयोगत्योः स्कोः संयोगाद्योः धन्यवादः स्कोः लोपः जलि ब्रज् योः तव्य योः व्रश्च ब्रज सृज मृज यज राज ब्राज चशांसः इत्यनेन व्रश्च ब्रज सृज मृज यज राज ब्राज चसां सः जलि ब्रश् योः तव्यत् शृणस्तु भ्रष्टव्यम् इति रूपं भवति ब्रज् अत्र ब्रज् अस्ति अत्र स्कोः संयोरतन्ते चैतन्येन संयोस्य पूर्ववर्णः सकारः लोपो भवति अतः ब्रज् एव तिष्ठति ब्रज् योः तव्यत् अत्र व्रश्च ब्रज सृज इत्यनेन जकारस्य स्थाने मूर्धन्यशकारः आदेशः अनन्तरं सकारस्य प्रभावेन स्नासु भवति तकारस्य तकार आदेशः रूपं भवति भ्रष्टव्यम् इति पूर्वं तृच् अस्ति चेत् भ्रष्टा इति भ्रष्टा भ्रष्टादि द्वरूपं द्वौ रूपम् अत्रापि भ्रष्टव्यं भ्रष्टव्यम् इति रूपं भवति तदेव तुमन् अत्रापि भ्रष्टुं भ्रष्टुम् इति द्वं रूपं भवति अस्तु रम् आगम यदि भवति कुत्र भवति रम् आगम मृतचान्तपरः इति इत्यस्य अन्तिमस्वरः अस्ति चेत् तत्र भवति आम् स्मृतवान् अहं न उक्तवान् अन्तिमस्वरं कः अस्ति ब एव अस्ति अकार उत्तरवति बकारः अत्र एव उत्तरवति अकारः तस्य स्थाने रम् आदेशः स्थाने आगम परे भवति तद् आगमपि अस्ति स्थाने द्वम् अपि भवति इति अत्र दत्तं यदि रम् अस्ति अकारस्य किं भवति रम् इति अस्ति साधु रेफ अकार मकार मकारस्य संज्ञा भवति भवति अतः एव तिष्ठति अतः बर्जि बर्जि इति रूपं भवति न न न यत्र रम् अस्ति तत्र मकारस्य संज्ञा हलन्त्यमेन अपि तस्य लोप अकार रेफ उत्तरवती अकार अस्ति तत् केवलम् उच्चारणार्थे अस्ति यदि भ्रश्च अस्ति सूत्रे उक्तम् अस्ति रोपधयो उपधयो सो रेफ उपधया उपधयो इति वर्ण अस्ति सकार सो रेफ उपधयोः सकारस्य निवृत्ति यथा उक्ति अस्ति षष्ठी स्थाने सति सो तत् अस्ति स्थाने रेफ अपि उपधय सकारद्वयोः संज्ञा लोप भवति स्थाने भूत्वा सो तत्र आदेशरूपेण अपि आगच्छति रम् इत्यस्य यत् रेफ अस्ति अपि आगमरूपेण अपि आगच्छति अत्र अस्ति दत्तमस्ति द्वयोः भवति आदेश अपि आगम अपि सो भकार कारणे किति मित् अस्ति सो मिदिचोन्त्यान्त पर प्रथम अन्त अच् वर्ण अस्ति भकारोत्तरवती अकार तस्य परे आगच्छति रेफ अतः भर्ज् इति भवति अर्धदातस्य परे अस्ति भवान् सम्यक् उक्तवान् सर्वे इति स्पष्टीकरणं परन्तु रकार उत्तरवति अकारः किं भवति इति उच्चारण तत् उच्चारण केवलम् अस्ति अथवा रूपं भरज् इति तत्र भकार अकार अकार तस्य श्रवणदीर्घसन्धि भवति साधु तद् भार्ज् इति भवति तत् धन्यवादः स्पष्टम् अस्ति रैट् सर्वेभ्यः अग्रे अरुणा भगिनी स्पष्टम् अस्ति साधु आं भगिनि अवगतं भगिनि अस्तु अस्तु धन्यवादः इदानीम् अहं पठामि मीञ् मीङ् दीङ् इति धातुत्रयं मिनाति मिनोति दीङ्गा ल्यपि च मीञ् मा प्रमाता प्रमातुं प्रमातव्यं मिञ् मा माता मातुं मातव्यं दी दा उपदाता उपदातुम् उपदातव्यं मिनाति मिनोति दीङा ल्यपि च क्रियादौ मी हिंसायां स्वादौ डुमिञ् प्रक्षेपणे द्वादौ दी क्षये इत्येतेषां धातूनाम् अन्तस्य अलस्थाने आकारादेशः भवति ल्यपि विषये एच् निमित्तं षित् भिन्न भिन्न प्रत्ययस्य च विषये नाम मी मीति इत्येषां यदा गुणो वा वृद्धि वा जायमाना यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत् स्थाने आकारादेशो भवति अलोन्त्यस्य इत्यनेन अन्त्यस्य अलस्थाने केषाञ्चित् मतेन अशिति इति अनुवृत्ति न भवेत् यतोहि कोऽपि षित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अल्हवर्णस्य स्थाने एच् आदेशः स्यात् केषाञ्चित् मतेन उपदेशे तस्य अनुवृत्तिः न भवेत् मीनातिश्च मिनोतिश्च दी च तेषाम् इतरेतरद्वन्द्वः मीनाति मिनोति दी तेषां मीनाति मिनोति दीङ्गां मीनाति मिनोति दीङ्गां षष्ट्यन्तं ल्यपि सप्तं सप्तम्यन्तं च अव्ययपदं त्रिपदम् इदं सूत्रम् आदेशोपदेशे शिति इत्यस्य सम्पूर्णतया अनुवृत्ति अनुवृत्तिसहितसूत्रं मीनाति मिनोति दीङ्गाम् आत् ल्यपि च एच् एच् निमित्त प्रत्यये उपदेशे अशिति अस्तु इदानीं ये त्रय धातवः सति मीञ् मिन् दीङ् तस्य प्रति यत् सूत्रमस्ति मीनाति मिनोति दीङ्गां ल्यपि च सूत्रं वदति यदि मी धातु उच् क्रियादिगणे अस्ति अर्थमस्ति हिंसा हिंसायां स्वादौ स्वादिगणे धातु डुमिञ्ज् अस्ति तत्र मिञ् इति अवशिष्यते मी इति अवशिष्यते प्रक्षेपणे दीन् धातु द्विवादिगणीय धातु दी इति अवशिष्यते सो ते अन्ततो गत्वा मी मी मिल् वा दी इति अवशिष्यते सो यदि मी मिल् दी अवशिष्यते आर्धधातुकप्रत्यये परे यथा अस्माकं विषयः अस्ति त्रिच् तुमन्तव्यं तत् आर्धधातुकविषये परे तेषां गुणः भवेत् साधु मी इति एकार भवेत् इकार एकवर्णः अस्ति ते सो एकवर्णं भूत्वा तत् एक प्रत्याहारं भूत्वा तस्य गुणः भवेत् किन्तु सूत्रं किं वदति जायमानगुणः यदि अत्र अस्ति तस्य पूर्वमेव आत्वं भवति सो आदेचि उपदेशिष्यति तस्य पूर्णतया अनुवृत्तिः अस्ति एतत् सूत्रे एतस्मिन् सूत्रे तो किं भवति जायमाना अस्ति इट् मीन्स् तस्य यदि वयं जायमाना इति वदामः इट् मीन्स् प्रत्ययः परे भवेत् किन्तु षित् भिन्नत्वम् अस्ति अपि षित् आदेशे उपदेशे सति षित् भिन्न प्रत्ययः भवेत् वा न भवेत् तत्रापि उपदेशावस्थायाम् आकारः भवितुं शक्नोति यदि एच् अस्ति तु गुणः यदि जायमाना अस्ति तु ए मे मे मे दे इति भवति तु तत्र आत्वस्य प्रसक्तिः अस्ति आत्वस्य प्रसक्तिः अस्ति किन्तु फलित प्राप्तिः नास्ति यदि प्राप्तिः नास्ति किन्तु प्रसक्तिः अस्ति तत्र वयं वदामः जायमान एत्वम् अस्ति एच् प्रत्याहारे अस्ति तत्र आकार आदेशो भवति आदेशे उपदेशे सिद्धि तस्य पूर्व पूर्णतया यदि अनुवृत्तिः भवति तत्र वयं जानीमः भिन्नत्वे सति आत्वं भवति किन्तु अत्र द्वयम् इति व्याकरण इति तेषां मतं द्वयमस्ति एकमतेन अनुसारम् अशिति इति न वक्तव्यं चित् प्रत्ययः एव नास्ति तत्र यत्र ऐत्व ऐच् धातोः आत्वं भवति द्वितीयमस्ति उपदेश अवस्थाम् अपि न वक्तव्यम् इति मतभेदः अस्ति अस्माकं प्रति केवलम् इति वयं स्मरामः अत्र एच् एच् न भूत्वा तत्र आत्वं भवति अत्र अपि किन्तु षित् भिन्नत्वे इति भवति अपि ल्यपि विषये सूत्रण सूत्रे ल्यपि इति वक्तम् अस्ति सो ल्यपि विषये च इति चकारेण पूर्वतनसूत्रस्य आकर्षणं भवति आप्तेषु उपदेशे सति अनेन तु इति अस्माकं सूत्रस्य व्याख्या भवति अतः यदि मा दा आत्वं भूत्वा आत्वम् इति आकारान्त धात्वा सर्वे अन्यतः अत्र इदागमस्य चिन्तनं नास्ति केवलं तत्र प्रमाता प्रमातुं प्रमातव्यं माता मातुं मातव्यम् उपदाता उपदातुम् उपदातव्यं यत्र उपदाता अस्ति उपदात्री उपदातृ इति त्रीणि रूपाणि भवति इति सम्यक् भव्या भगिनी कोऽपि अशुद्धं प्रश्नः नास्ति भगिनि शुद्धं तो अग्रे ली धातु इति विमला भगिनी भवत्या क्रम आं भगिनि ली धातुः विभाषा लीयतेः लिङ् श्लेषणे ली श्लेषणे विकल्पेन आत्वादेशो भवति एचः विषये नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशः भवति ली ला भवति उपसर्गपूर्वक वि विलाता विलातुं विला इषुर् विलातव्यं विलतव्यम् इति अस्ति अत्र उट्टङ्कनदोषमस्ति इति भाति आत्वाभावे यदि आत्वं न भवति विलेता विलेतुं विलेतव्यम् इति यथा पूर्वमेव सरला भगिन्या प्रतिपादितं यत्रापि यदि एकारः वा ऐकारः वा जायमानः अस्ति यतोहि अत्र आर्धधातुकप्रत्ययः पश्चात् अस्ति इति कृत्वा तद् बाधित्वा आकारः प्रथमेव आयाति तेन कारणेन लि भवति ला, यदि आत्वं न भवति ले इति भवति, तदेव द्वितीयरूपं ला विलाता, विलातुं विलातव्यम्, आत्मस्य अभावे लि योग आर्धधातुकप्रत्ययः लि इत्यस्य गुणभूता विले लेता भवति, विलेता इति वि उपसर्गपूर्वक विलेता, तथैव विलेतुं विलेतव्यमिति रूपत्रयम्। साधु, धन्यवादः भगिनि। अरुणा भगिनि अग्रे। आं भगिनि, गुः गुः संवरणे धातुः उद् उपदायाः ऊद् उपदायाः गोहः गुः संवरणे अर्थे गुः धातोः उपदा गुण आदेशं प्रबध्य ऊत आदेशो भवति अजादिप्रत्यये परे गुह उपदाया उत् स्यात् ऊत् स्यात् गुणहेतौ अजादौ प्रत्यये ऊत् तत्समान्तम् उपदायाः षष्ट्यन्तं गोः षष्ट्यन्तं त्रिपदपदं सूत्रम् अचिष्णुर्धातो ब्रुवां युवो युवा युवा यवो श्रियं श्रिया उवाङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुभूतसहितस्य गोहः अङ्गस्य उपदायाः ऊत् भवत् अचि। सूत्रमत्र वदति गुह् धातु गुः इति धातु अत्र गुः धातु उपदा सामान्यस्य गुण आदेशं भवति आदिदातु परे, परन्तु तत्त्वेन ऊत् आदेशो भवति, निमित्तमस्ति अजादिप्रत्यये परे। गुः धातु गुः धातु कार अस्ति उपदायां, ततः कारस्थाने दीर्घ उत् उकार आदेशः भवति, गुः गुः इति भवति गुः। ओ क्षम्यतां, ध्येयं तत्र अत्र आर्धदासकत्वस्य निमित्तकं नास्ति। पूर्ण पठतु, समापयतु। ध्येयम् अत्र आर्धधातुकत्वस्य निमित्तकत्वं नास्ति एव, केवलं गुणनिमित्तक अजादिप्रत्यये परे, अतः लटि अपि ऊत् आदेश भवति। ओके, अहं वदति वदति वक्तुम् अदादि आर्धधातुकप्रत्यये परे एव इति, परन्तु अत्र गुणकार्यम् अस्ति चेत् अजादिप्रत्यय कारणात् गुण अस्ति चेत् अत्र दीर्घ उकारादेशो भवति। इत्युक्ते किम् अजादिप्रत्ययपरे अस्ति किमस्ति, आर्धधातुकप्रत्ययः अस्ति वा सार्वधातुकप्रत्ययः अस्ति? यत् उदाहरणमस्ति गुः युग शप् योगति इति, किं प्रक्रिया अस्ति, का प्रक्रिया अस्ति? शप् शप् भगिनि शप् प्रक्रिया का अस्ति, आर्धधातुक वा सार्वधातुक? उदाहरणं भवत्या उक्तमस्ति उकारादि उच्चारण भवति गुह् युग आ शप् स्थाने आगच्छति, गुह्वा उपदा गुणस्य प्रसङ्गत्वात् ऊत् आदेशः भवति। अत्र सार्वधातुकप्रत्ययः गुह् युगः शक्ति, अत्र शक्ति इति सार्वधातुकप्रत्ययः, किञ्चित् सार्वधातुकम् इति सूत्रं क्षम्यताम् इति पुल्लिङ्गले क्षम्यताम् अस्ति। आददातिकप्रसङ्गे गुः धातोः वेत् अस्ति. तृच् तुमुन् तव्यत् प्रत्ययः इदागम अपेक्षे अजादि प्रत्ययः अजादिप्रत्ययभावे न उत्तम भगिनि अजादिप्रत्ययभावे. अस्तु, अत्र गुः धातु अत्रु अत्र प्रत्यय अजादि नास्ति, अनियर् एव भगिनि. यासि अजादि नास्ति गु धातु वयं भवती जानाति इति वेट् आवल्यम् अस्ति तद् अन्यट् अपि भवति सेट् अपि भवति. यदि सेट् अस्ति तत्र तत्र किं भवति इडागमः भवति तु प्रत्ययपरि भवति इत्ता. यदि इत्ता अस्ति वा इत्तुं वा इत्तव्यं तु इकार इति अजादि अस्ति. सूत्रं किं वदति गुः इति गुः धातोपदा गुणादेशप्रभादे ऊत् आदेशो भवति अजादि प्रत्ययपरे. सो ईता इति अजादि प्रत्ययः अस्ति साधु इकार अजादि अस्ति. अतः गुहिता भवति. किन्तु यदि अनिट् अस्ति वेट् धातु वेट् भूत्वा अनिट् यदि भवति तत्र ता अस्ति ऐडागम नास्ति अजादि प्रत्ययपरे नास्ति. अत्र तत्र गु इति न भवति तत्र गुणकार्यं भवति. गुणकेन सूत्रेण गुणकार्यं भवेत् साधु. सो पुगन्तलघुभजने अपि हकारस्य स्थाने किं भवति गुः योगता प्रक्रिया वदतु. योगः तृच् भगिनि अत्र धातु गुः धातु वेट् अस्ति तदनं गुः योगः इ योगता सूत्र ऊद् उपधाय कोः इति सूत्रेण उकार गुण तदा प्रभाद्य केवलं दीर्घ उकार आदेशः भवति. गू एकपक्षे अन्यपक्षे अन्यपक्षे इडागमः नास्ति गुः घोडा भवति. कथं होडः इति सूत्रं हकारस्थाने डकारः आगच्छति प्रथमं गुणः भवति योगः आददातुकप्रत्ययः भवति. तदनन्तरं होडः इति सूत्रेण हकारस्थाने डकारः आगच्छति. गोडः गोडु गोढुं गोढव्यम् इति न इति नास्ति. तकार तकार स्थितिः का भवति गोड् भवती उक्तवती गु गो भवति हकारस्य ढकार भवति गोड् योगता अस्ति साधु. तो कथं गोडा भवति गोडता इति भवेत् न गोडा कथं भवति मणिमहोदय मणिमहोदय सहायं करोति. गो भवति अनन्तरं हकारस्य स्थाने होडः इति डकार आदेशः अनन्तरं अत्र तकारः नास्ति हकारस्य जलीपरे आं पदान्ते जलीपरे अस्ति चेत् डकारः आदेशः अथवा गोड् गोड इति अनन्तरं जसस्तो दोदः इत्यनेन तकारस्य दकार आदेशः अन डकारस्य प्रभावेण सुत्वं भवति डकारस्य डा भवति डोडे लोप इति पूर्व डकार लोप भवति अनन्तरं गोडा एव तिष्ठति. चत्वारि सूत्राणि पुगन्तलघुपद्यस्य होड जसस्तोतो ध श्नाश्चुः तदनन्तरं डोले लोप पञ्चसूत्राणि अस्तु भव्य भगिनी तावत् पर्यन्तं वयं कृतवन्तः आवलिं पठामः वा अस्तु भवती उक्तवती हलन्त आवलिं कुर्मः हलन्तनं कुर्मः अस्तु कः भगिनी समयः न भवति तर्हि अर्धभागं कुर्मः दकारान्त नकारान्तपर्यन्तं कुर्मः दशवादन आसीत् वयं पूर्णं कर्तुं शक्नुमः अत्र पञ्चजनाः स्मः खलु अस्तु भवति भगिनि पञ्चनिमेषे भवति पञ्चनिमेषे समयः अस्ति चेत् इतोपि कुर्मः पञ्चनिमिषं चेत् पञ्चजनान् पञ्चविंशतिनिमिषाः भवन्ति खलु द्वयं द्वयं चकारान्त ककारान्त विमला भगिनी करोति तदनन्तरम् अरुणा भगिनी इति कुर्मः भगिनी सर्वं सर्वे सर्वं कुर्मः अस्तु तथा भवती इच्छति तथैव तत्र आरम्भं कुर्मः किम् अस्तु करोतु वर्गद्वयम् इति कृत्वा कुर्मः ककारान्त चकारान्त प्रथमं किं पर्यायं समाप्य तदनन्तरं महोदय तदेव करोति ककारान्त चकारान्तानां पर्यायं कुर्मः अस्तु भगिनि ककारान्तधातुः हलन्तधातुः आधिक्येन सेठः परन्तु परिगणितद्व्याधिक धातवः अनिटः सन्ति तेषु ककारान्त एक एव अस्ति शक् इति शक्ता इति रूपं तत् पश्चात् चकारान्तदात्वा पच् वच् रिच् सिच् विच् मुच् इति पक्ता वक्ता सेक्ता रेक्ता सिच् विच् रिच् वेक्ता मुच् मोक्ता चकारान्त प्रच् पृष्ठा अन्य कोऽपि करोति किम् चकारान्त अपि कुर्मः चकारान्त अभवत् न जकारान्त अहमेव करोमि भवती करोतु करोति करोतु तु भवती भवया भगिनी वदति सर्वे कुर्मः अस्तु तर्हि जकारान्तधातवः त्यज् भज् यज् त्यक्ता भक्ता यष्टा त्यज् भज् यज् निज् विज् नेक्ता वेक्ता निज् विज् रिज् निज् रिज् विज् अस्ति किं नेक्ता रेक्ता वेक्ता भगिनि निज् विज् भज् युज् रुज् भोक्ता योक्ता रोक्ता उकारान्त सृज् सृष्टा सृज् मृज् मृष्टा मृष्टा भ्रश्च भ्रष्टा भ्रष्टा खलु सञ्ज् रञ्ज् भञ्ज् सञ्ज् स्वञ्ज् रङ्क्ता भङ्क्ता सङ्क्ता स्वङ्क्ता तावदेव जकारान्त खलु अस्तु इदानीम् अरुणा भगिनी पुनः एवम् एतत् चकारान्त ककार एक एकमेव अस्ति षट् धातुः शक्ता भवति चकारान्त हच् वच् तक्ता वक्ता भवति इकार इदुपदातुवः रिच् विच् सिच् रेक्ता वेक्ता सेक्ता मुच् मोक्ता महाप्राणचकार प्रच्छा प्रष्टा भवति पृष्टा भवति भगिनि प्रष्टा प्रष्ट एव प्रष्ट न भवति कारणकि तत्र तकार इति परे न okay. जकारान्त भगिनि थ्यज् भज् यज् त्यक्त भक्त यत् निज् विज् नेक्त वेक्त भुज् युज् रुज् भुज् भोक्ता युज् योक्त रुज् भोक्त सृज् श्रेष्ठ श्रोष्ठ सृष्ट सृज् सृज् स्रष्ट सृष्ट एकमेव रूपं रङ्क्त सम्यक् अस्ति भगिनि तदनन्तरं मणिमहोदय क्रमः वा मश्च भ्रश्च न उक्तवती भञ्ज् रञ्ज् सञ्ज् स्वञ्ज् चकार तदनन्तरं मश्च मङ्क्ता मश्च मश्च भ्रश्च तदनन्तरं भ्रष्टा इदानीं वयं कृतवन्तः साधु भ्रश्च रूपधयो अन्यतरसां तु भ्रष्टा भ्रष्टा अस्तु अस्तु महोदय महोदय अहं वा आमां ककारस्य ककारधातोः सक् अत्र सक्ता इति रूपं भवति अनन्तरं चकारः पच् वच् सच् ऋच् सिच् विच् मुच् त्वचोः पक्ता वक्ता रेक्ता वेक्ता इच् इच् शेक्ता अनन्तरं मोक्ता इति अनन्तरं चकारः अस्ति चेत् तत्र प्रच्छिदातुः प्रष्टादिरूपं भवति अनन्तरं जकारः अस्ति जकारः एव त्यज् त्यज् त्यज् भज् निज् विज्य सम्यक् वा भगिनि आमां त्यज् त्यज् त्यज् भज् अपि अस्ति त्यक्त भक्त निज् विज्य नेक्त यष्टा भवति निज् नेक्ता विज् वेक्ता अनन्तरं भुज् भोक्ता युज् ओक्ता भुज् युज् रुज् रोक्ता युज् रुज् अनन्तरं सृज् अस्ति वा स्रष्टा अनन्तरं बंश् बंश् बङ्क्ता रञ्ज् रङ्क्ता सञ्ज् सङ्क्ता स्वञ्ज् स्वङ्क्ता मज् मङ्क्ता ब्रज् भ्रष्टा भ्रष्टा इति रूपं त्वं वेरि गुड् मङ्क्ता इदानीम् अहं वदामि अहमपि करोमि भगिनि अस्तु भगिनि ककारान्तानामुक्तवर्गान्तानां शक्ता शक्तुं शक्तव्यम् अनन्तरं ककारान्तानां वच् वच् रिच् रिच् रिच् सिच् मुच् इति पक्ता पक्तव्यं पच् वच् भक्ता वक्तुं वक्तव्यं रिच् रिच् रेक्ता रेक्तुं रेक्तव्यं रिच् रेक्ता रेक्तुं रेक्तव्यं मुक्तम् उक्तुं वक्तव्यं तदनन्तरं चकारान्तः सन्ति प्रकृति एकः एव भवति अत्र तु किं भवति तत्र वृषभः भवति इति कृत्वा प्रष्टापृष्टं प्रष्टव्यम् इति तदनन्तरं चकारान्तः सन्ति चकारान्तं तु त्यज भज तत्र तु त्यक्ता त्यक्तुं त्यक्तव्यं चोहुः भवति त्यक्ता त्यक्तुं त्यक्तव्यं भज भक्ता भक्तुं भक्तव्यं यज्ज यक्ता यक्तुं यक्तव्यं तदनन्तरं निज विज नेक्ता नेक्तुं नेक्तव्यं व्यक्ता व्यक्तुं व्यक्तव्यं निज विज तदनन्तरं वदामि निज विज भुज भोक्ता भोक्तुं भोक्तव्यं भुज् रुज् युज् युज् रुज् भवति रोक्ता रोक्तुं रोक्तव्यं तदनन्तरं युज् भवति योक्ता योक्तुं योक्तव्यं तदनन्तरं भवति सृज् सर् तत्र तु तत्र तत्र क्षम्यतां यज् भवति यज् वृषभ्रष्टेन यष्टा यष्टुं षकारः भवति अहं क्षम्यतां तदनन्तरं किं भवति अधुना किं वदन्ति सृज् भवति स्रष्ट अत्रापि वृषभ्रश इत्यनेन स्रष्टा भवति खलु स्रष्टादेश भगिनी नित्यं नित्यं तिष्ठं षष्ट स्रष्टव्यम् इति तदनन्तरं भवति सृज् समाप्य भञ्ज् रञ्ज् सञ्ज् ष्वञ्ज् इति भञ्ज् इत्यस्य बङ्का बन्तुं बङ्कव्यम् अनन्तरं रङ्का भगिनी द्वयमस्ति सृज् प्रथमं इति भवति सृज् नशो झलि इति उप तदनन्तरं रश ब्रश स्नष्टुः इति त्रयं सूत्रज्ञां तदनन्तरं भञ्ज् इत्यस्य भङ्का भङ्क्तुं भक्तव्यं रञ्ज् रङ्का रङ्क्तुं रङ्क्तव्यं सञ्ज् सङ्का सङ्क्तुं सङ्क्तव्यं ष्वञ्ज् स्वङ्का स्वङ्क्तुं स्वङ्क्तव्यं तदनन्तरं मज् मज् इत्यस्य सूत्रं किमपि मज्जि इत्यनेन नुमागमः भवति मङ्क्तव्यं तदनन्तरम् अन्तिम तु ब्रज् इति अस्ति ब्रज् इति अधुना पठितवन्तः ब्रजोः रोपदयोः किं भवति रम् अन्यतर इत्यनेन सामान्यतया किं भवति ब्रज् इत्यस्य तत्र अनन्तरं ब्रश ब्रश इति सूत्रमस्ति तर्हि ब्रष्टा ब्रष्टुं ब्रष्टव्यम् इति भवति यत्र रम् आगमः भवति तदा तु किं भवति बर्ष्टा बर्ष्टुं बर्ष्टव्यम् इति भवति यत्र भावः अस्ति तत्र स्को संयोगान्तस्य तस्य प्रसक् प्रथमं भवति तदनन्तरं वर्षभ्रष्ट अस्तु इदानीं मम क्रमः अस्तु प्रथमं सर्वे हलन्तदातवस्य एतत् सन्ति केवलं नवति नव नव इति धातव आवल्याम् अस्ति इति अन्यतः सन्ति ककारान्त एकमेव शक् शक्ता शक्तुं शक्तव्यं चोहोकु शक् शक्ता केवलं वर्णमेलनम् अस्ति तदनन्तरं चकारान्तधातु पच् पक्ता पक्तुं पक्तव्यं वच् वक्ता वक्तुं वक्तव्यम् अत्र चोहुकु अनेन चकारस्य ककारः भवति पक्ता वक्ता इति भवति तदनन्तरं विच् विच् सिच् रिच् वेक्ता वेक्तुं वेक्तव्यं रिच् रेक्ता रेक्तुं रेक्तव्यं सिच् रेक्ता सेक्तुं सेक्तव्यम् अत्र पुगन्तलघुपदस्य अनेन प्रथमं गुणः भवति तदनन्तरं चोहुकु मुच् तथैव समानप्रक्रिया मोक्ता मोक्तुं मोक्तव्यम् अत्र उकारस्य ओकारः भवति प्रश् छकारं दधातु प्रच् सृज सृज विज राजभ्रज अनेन अत्र पृष्ठाभ शकार मूर्धन्यशकार आदेशः भवति छकारस्य स्थाने. तदनन्तरं श्नाष्टुः पृष्ठा प्रष्टुं प्रष्टव्यं. तदनन्तरं जकारान्त धातव त्यज् त्यक्ता तक्तुं तक्तव्यं चोहोकु केवलं त्यज् भज् भक्ता भक्तुं भक्तव्यं चोहोकु यज् यष्टा यष्टुं यष्टव्यं व्रश्च ब्रश्च सज्जराजनेन शकार भवति. तदनन्तरं श्नाष्टुः विज् वेक्ता वेक्तुं वेक्तव्यं पुगन्तलघुपदस्य अपि चोहोकु निज् नेक्ता नेक्तुं नेक्तव्यं चोहोकु अपि पुगन्तलघुपदस्य. तदनन्तरं उपधायां यदि अनुस्वारः अस्ति सञ्ज् स्वञ्ज् रञ्ज् भञ्ज् सङ्क्ता सङ्क्तुं सङ्क्तव्यं स्वञ्ज् स्वङ्क्ता सङ्क्तुं सङ्क्तव्यं रञ्ज् रङ्क्ता रङ्क्तुं रङ्क्तव्यं भञ्ज् भङ्क्ता भङ्क्तुं भक्तव्यम्. अत्र जकारस्य चोहोकु भवति. तदनन्तरं नश्चापदान्तस्य झलि अनुस्वारस्य यै परस परस्तवर्ण इति सूत्राणि. तदनन्तरं स्विज् उपधायां स्वि अस्ति तु स्विज् स्विज् दशो झलि झलि अम् आदेश नित्यं भवति अतः एकमेव रूपं. तदनन्तरम् अम् आदेश भूत्वा स्र भवति स्विज् स्र जकार स्विज् इति वश्रभचनेन सूत्रेण मूर्धन्यशकार भवति अलोञ्चनेन तु स्रश् भवति स्रश् भवति स्रश् भूत्वा श्नाष्टुः स्रष्टा स्रष्टुं स्रष्टव्यं. मस्ज् अस्ति मस्ज् नञ्चो झलि अनेन नुमागम भवति सो मङ्क्ता मङ्क्तुं मङ्क्तव्यं. तत्रापि चोहोकु अस्ति. तदनन्तरम् अस्ति भ्रश्च इदानीं सूत्रं दृष्टवन्तः रोप भ्रश्च रोपधायो अन्यतर रम् अन्यतरसाम् इति भवति अनेन सूत्रेण रूपं द्वयं भवति भ्रष्टा भ्रष्टुं भ्रष्टव्यं वा भ्रष्टा भ्रष्टुं भ्रष्टव्यम्. एक यदि रम् आदेशः भवति तत्र भ्रष्टा भवति इको यणचि भूत्वा अम् यदि अम् आदेशः भवति. तदनन्तरं वश्रभश अनेन मूर्धन्यशकार कारस्य श्नाष्टुः यत्र अम् आदेश रम् आदेश नास्ति तत्र स्को संयोगातस्य अनेन सकारस्य लोप भवति. तदनन्तरं भ्रश्च भ्रश्च अनेन शकार श्नाष्टुः इति भ्रश् तत्र भ्रश् गुणं भूत्वा भ्रश् भ्रष्टा भवति. साधु आं भगिनी क्षम्यतां भवती न उक्तवती इति अहं विस्मृतवती. अहं चिन्तितवती प्रथमं भवती उक्तवती आसीत् इति कृतम् अद्य आगत्य. सकारान्तः धकारान्तः नकारान्तः अपि कृत्वा अद्य इदानीं कुर्मः वा विरामं सुकुमः. अहं चिन्तितवती दकारः दख महाप्राणदकारः नकारमपि कृत्वा विरमामः. अस्तु अस्तु अद् अहं करोमि. अद् अत्ता अत्तु मत्तव्यं सद् सत्ता सत्तुं सत्तव्यं पद् पदा पत्तुम् अद् पद् हद् षद् सद् साधु अद् अद् पद् हद् षद् सद् ओके. सो अत्ता अत्तुं अत्तव्यं पद् पत्ता पतुं पत्तव्यं सद् सत्ता सत्तुं सत्तव्यं षद् सत्ता शतुं सत्तव्यं तत्र किम् अस्ति खडि च अनेन भवति सूत्रं पञ्चम पञ्चधातवः सन्ति हद् इति अस्ति हत्ता हत्तुं हद् हद् पद् षद् सद् तद् तदनन्तरम् इकारान्त धातु खिद् भिद् छिद् विद् विद् स्विद् पुगन्तलघुपत्यस्य अपि खरि च अनेन खेता खेतुं खेतव्यं वेता वेतुं वेतव्यं विद् यत्र अस्ति भिद् भेता भेतुं भेतव्यं छिद् छेता छेतुं छेतव्यं स्विद् श्वेता श्वेतुं श्वेतव्यं तदनन्तरम् उकार उदुपद दकारान्त धातवः तुद् नुद् शुद् तोता तोतुं तोतव्यं रुद्रनोता नोतुं नोतव्यं, रुद्ररोता रोतुं शुद्धशोधा श्रोता श्रोतुं श्रोतव्यं, कुन्दलभूपत्रस्य अपि खरीचरेण. तदनन्तरं भवती स्कन्द स्कन्ता स्कन्तुं स्कन्तव्यं केवलं खरीचरति सूत्रेण. महाप्राणधकार व्यध् व्यधा व्यधुं व्यधव्यं, तत्र दशस्तदोध अपि झलाञ्चषि इति सूत्रं सर्वे तत्र एतं कार्यं करोति. व्यध् सिद्ध पुगन्तलघुपदस्य अपि सेधा सेधुं सेधव्यं. तदनन्तरम् उकारान्त क्रुद्ध क्रोधा क्रोधुं क्रोधव्यं, पुगन्तलघुपदस्य निम्न उकारस्य उकार भवति. झलाञ्झसस्तदोध झलाञ्चषि सर्वे धकारान्त धातव भवति तत्र आगच्छति. क्रुद्ध शुद्ध शुद्ध शोधा शोधुं शोधव्यं, युद्ध योधा योधुं योधव्यं, बुद्ध बोधा बोधुं बोधव्यं, शुद्ध मीन्स् तालव्यशकार शोधा शोधुं शोधव्यं. तदनन्तरं बन्ध बन्धा बन्धुं बन्धव्यं, मन् मन्ता मन्तुं मन्तव्यं, हन् हन्ता हन्तुं हन्तव्यं. केवलं प्राणमेलनमस्ति. राद् अपि साद् अस्ति आकारान्त. ओ या राद् साद् विक्रमति. राधा राधुं राधव्यं, साधा साधुं साधव्यं. धन्यवादः भगिनि. अन्यः कः उदिश वदामि भगिनि. दकारान्त अद्पदिषद् सद् हद् अत्ता पद्पत्ता षद्शत्ता सद्सत्ता हद्हत्ता इदुपद खिद् छिद् भेद् विद् विद् स्विद् खिद् खेता छिद् चेता भिद् भेता खिद् छिद् भिद् विद् विद् वेता वेता स्विद् स्वेता क्षुद् तुद् नुद् क्षोता तोता नोता क्षुद् तुद् नुद् तस्य पश्चात् किमस्ति स्कन्द् स्कन्ता क्षुद् सुद् नुद् स्कन्द् तत् दध व्यध् सिद् शुद् क्रुद् बुद्ध युद् शुद् व्यद् व्यद्धा व्यद् सिद् सिद् सिद्धा व्यद् सिद् अतः क्रुद् क्रोद्धा क्षुद् क्षोद्धा बुद् बोद्धा युद् योद्धा शुद् शोद्धा राध् साध् बन्ध् राधा साधा बन्धा तदधन हनुमन् हन्ता मन्ता साधु अरुणा भगिनि भगिनि अद् दकारार्थदातवः अद् पद् सद् षद् हद् अद् अत्त तद् अत्त अत्तम् अत्तव्यं पद् पत् पत्तव्यं पत्तुं षद् सत्ता सत्तुं सत्तव्यं षड् षत्ता सत्तं सत्तव्यः सत्तव्यं हद् हत्त हत्तं हत्तव्यं यदुपदा दातवः षिद् खिद् छिद् दिद् विद् स्विद् गुणभूत षिद् शेत्त शेत्तं चेत्तव्यम् खिद् खिद् खेत खेतुं खेतव्यं छिद् खेत खेतुं खेतव्यं भिद् भेथ भेत भेतुं भेतव्यं विद् वेत्त वेतुं वेतव्यं स्विद् स्वेत्त स्वेतुं स्वेतव्यम् उदुपदा क्षुद् क्षुद् क्षुद् श्रोथ श्रोतुं श्रोतव्यं तुद् तोत तोतुं तोतव्यं नद् नाप नोतुं नोतव्यं स्कन्ध स्कन्त स्कन्तुं स्कन्तव्यं यद् व्यद् दकारान्तदातवः यद् व्यद्या व्यद्धुं व्यद्धव्यं भगिनि व्यद्धव्यं व्यद्धव्यं षिद् यदुपदमेव शोधा शोद्धुं श्रोतव्यं उकारान्तदातवः क्रुद् क्षुद् युद् रुद् क्षुद् क्रुद् क्रोध क्रोतुं क्रोतव्यं क्षुद् क्षोध क्षोतुं क्षोतव्यं युज् युज् युद् युद् योद्ध योतुं योद्धव्यं रुद् रोद्ध रोद्धुं रोतव्यं रुद् नास्ति रोद् रोद्ध भवति रुद् नास्ति भवती रुद् बोधि बुद्ध अस्ति युद्ध बुद्ध रुद् बुद्ध बुद्ध बोध बोध बोद्धुं बोद्धव्यं शुद् शोद्ध श्रोतुं श्रोतव्यं राद् राद रातुं रातव्यं साद् औषाद् साद् साद् साद् साद् सकार साद् षाद् षाद् शकारः नास्ति भगिनि सकारः अस्ति इति दन्तीयसकार सरिगमा इति सकारः मम तालव्या अपि अस्ति भगिनि न न न शुद्ध साधनोति नावगतं भगिनि साध् इति एव अस्ति भगिनि तालवेशकारः सहित धकार तत्र धकारान्तदा नास्ति ओके औषकार नास्ति वा शाद शाद न न साध् नास्ति भगिनि साधुं सकार सरला सरिगमा सा सरला सा साध् साधा साधुं साधव्यम् उच्चारणे भवति सा इति वदति तत्र क्लेशः इति ओके तदेव नकारान्त मन् मन्त मन्तुं मन्तव्यं हन् हन्त हन्तुं हन्तव्यं बन्द ओ बन्द् बन्ध बन्धुं बन्धव्यम् धन्यवादः धन्यवादः समीचीनं मणिमहोदय वदामि भगिनि दकारान्ध अद्भुद् सद् सद् हद् अद्भुद अत्त पत्त सत्त सत्त हद्द अनन्तरं हद् अपि अस्ति पद् अद् पद् हद् सद् षद् अत्त पत्त सत्त सत्त हत्त अनन्तरं किद् किद् सिद् बिद् विद् विद् स्विद् हेत शेत बिद् बेत वेक्ता रूपं वेक्ता वेक्ता इति अनन्तरं सिद् श्वेत बुद् च्युद् श्वेत शुद् शुद् तालव्य विद्यु चकार किद्दु चिद्दु अनन्तरं विद्यु अस्ति विद्यु विद्यु स्विद्यु तदेव भगिनि खिद् छिद् बिद् विद् विद् केता चेता बेता वेता वेता अनन्तरं श्वेता श्वेता अनन्तरं शुद्ध श्रोता तुद् तोता नुद् नोता शुद्ध तुद्नु स्कन्ध साधु स्कन्ध स्कन्ध अनन्तरं दकार व्यद् व्यद्ध सिद्ध सिद्ध सेद सेद व्यद् सिद्ध कृद् कृद् चुद् तुद् नुद् बुद्ध शुद्ध तुद् नुद् न न न किं कृद् शुद्ध ककार ककार आगच्छति तत्र क्रुद् क्रोता चुद् चोता तुद् शुद्ध चोता तुद् तोता नुद् नोता अबुद्ध बुद्ध शुद्ध मिश्रणं मत् करो दकार दकारस्य इदानीं भवान् महाप्राणदकार वदन्ति अस्ति आं व्यद् अत्र जससौ दोदः इत्यनेन अत्र तकारस्य दकार आदेशः अनन्तरं जलं जसि इति जस् इत्यनेन तृतीयदकारः आदेशः अत्र व्यद्दा सेदा क्रोधा चोदा बुद् बोधा शुद्ध शोध अनन्तरं रात् युद्ध युद्ध योधा युद्ध योधा अनन्तरं शुद्ध शोध राद् राद शाद् शाद बन्द् बन्त अन्यपि अस्य महोदय हन् हन् मन् हन्ता मन्ता इति रूपम् अहं वदामि भगिनि अस्तु अद् पद् षद् सद् हद् अत्ता अत्तुम् अत्तव्यं पद् पद्दा पत्ता पत्तुं पत्तव्यं षद् शता शतुं शतव्यं सद् सत्ता सत्तुं सत्तव्यं हद् हद् हत्तुं हत्तव्यं तदनन्तरं किं भवति एकनिमिषं अद् खिद् छिद् विद् खिद् छिद् भिद् विद् स्विद् खिद् भवति केता खेतुं खेतव्यं छिद् चेता चेतुं चेतव्यं भिद् भेता वेतुं भेतव्यं विद् वेता वेतुं वेतव्यं स्विद् श्वेता श्वेतुं श्वेतव्यं तदनन्तरम् अस्ति अहं वदामि वदतु क्षुद् तुद् नुद् क्षुद् तुद् नुद् तदनन्तरं स्कन्द् क्षुद् श्रोता क्षोतुं क्षोतव्यं शुद्ध नोता तोतुं तोतव्यं नुद् नोता नोतु नोतं नोतव्यं स्कन्द् स्कन्ता स्कन्त् इन् भवति वा स्कन्ता स्कन्तुं स्कन्तव्यं तदनन्तरं व्यध् व्यध् व्यध् सिद्ध भवति व्यत्ता व्यद्धा व्यद्धा व्यद्धुं व्यद्धव्यं दकारः व्यद्धा व्यद्धुं व्यद्धव्यं तदनन्तरं सिद्ध सेद्धा सेद्धुं सेद्धव्यं तदनन्तरं भवति अहं वदामि मा वदतु कोऽपि मा वदतु क्षुद्ध क्रुद् क्षोता क्षोधा क्षोद्धुं क्षोधव्यं क्रुद् क्रोधा क्रोद्धुं क्रोधव्यं तदनन्तरं भवति युद्ध बुद्ध शुद्ध योद्धा योद्धुं योद्धव्यं बुद्ध बोद्धा बोद्धुं बोद्धव्यं तदनन्तरं शुद्ध शोद्धा शोद्धुं शोद्धव्यं तदनन्तरं भवती मा वदन्तु शुद्ध भूत्वा तदनन्तरं किं भवति अहं वदामि शुद्ध भूत्वा तदनन्तरं राध साध राधा राधं राधव्यं, साध साध साधुं साधव्यं, राध साध अनन्तरम् अन्तिमं भवति बन्ध इति बन्धा बन्धुं बन्धव्यं, हन् मन् मन् हन् मन् मन्ता मन्तु मन्तव्यं, हन् हन्त हन्तु मन्तव्यं। बहु धन्यवादः। बहु कालतः मम मनसि न गच्छति, न तिष्ठति एव। अधुना यदा अभ्यासं दिनद्वयं वर्गद्वयं भवती इति करेक्ट् उक्तवती शुद्धं न भगिनि, यदा भवन्तः वदन्ति यदा भवन्तः वदन्ति तदा वदन्ति अस्मि, कण्ठस्थी कुर्वती अस्मि, अतः एव अन्तिमं वदामि। अस्तु, इतोपि मनसि न तिष्ठति, अग्रिमे सप्ताहे पुनः अन्तिमम् अवशिष्टमपि कृत्वा पुनः एकवारं कुर्मः भगिनि। शुभाशय भव कण्ठ क्लेशः नास्ति, किन्तु नितरां तत्र कण्टिन्यूस् इति किं वदामः। आमां न वदतु, क्लेशाय भवति। धन्यवादः, धन्यवादः, धन्यवादाः।